अस्तु तर्हि सामान्यम् इत्यस्य उपरि चर्चाम् आवां कुर्वः. गते सप्ताहे सामान्यम् इत्युक्ते किम् इति दृष्टवन्तः. इत्युक्ते सामान्यस्य त्रीणि अधिकरणानि निरूप्य आधेयं सामान्यम् इति निर्देशनम् अभवत्. सामान्यं द्रव्ये अस्ति, सामान्यं गुणे अस्ति, सामान्यं कर्मणि अस्ति. तर्हि सामान्यस्य त्रीणि अधिकरणानि दर्शयित्वा आधेयं सामान्यम् इति ग्रन्थकारेण निर्दिष्टमासीत्. अनन्तरं परमपरं चेति द्विविधं सामान्यम् इति इत्यस्य चर्चा अभवत्. यद्यपि ग्रन्थकारः सामान्य त्रीणि अधिकरणानि दर्शयित्वा सामान्यलक्षणं वदिष्यति, तथापि वयं सम्प्रदायरीत्या गोः उदाहरणं स्वीकृत्य बालकः एकं गां पश्यति, तदनन्तरम् उद्याने अन्यत् भिन्नं गां पश्यति, तदा सः वदति एषः अपि गोः, तदपि सः अपि गोः आसीत् इति. सः कथं वदति? उभयोः गवोः मध्ये भेदः तु अस्ति, शृङ्गपादादयः शरीरवयवाः सर्वे भिन्नाः, तथापि बालकः एकं गां दृष्ट्वा अन्यमपि अभिज्ञातुं शक्नोति. सः तत् कथं करोति? सामान्यम् उभयोः गवोः मध्ये किञ्चन सामान्यं वर्तते, तत् सामान्यं दृष्ट्वा अयमपि गोः, तदपि सः अपि गोः इति उक्तवान्. तर्हि समानानां धर्मः सामान्यम्. एकविधविधावयवादिजन्यानि यानि गोशरीराणि सर्वत्र एकः अनुगतः धर्मः वर्तते, सः अनुगतधर्मः एव गोषु सामान्यम् अस्ति इति दृष्टवन्तः. तर्हि एतानि सामान्यानि मनसि निधाय सः अन्यमपि गां पश्यति चेत् तदपि गोः इति वक्तुम् अर्हः भवति. गोशब्दं स्मृत्वा इयं गोः इति सः वक्तुं शक्तः भविष्यति. तर्हि सामान्यानां धर्मः सामान्यम् इत्यस्य विषये अस्माकं चर्चा आसीत् गते सप्ताहे. अधुना ततः अग्रे किञ्चित् सरामः. तर्हि भगिनी पठति वा? नवमे पुटे न दशमपुटात् आरभ्य. अस्तु. एकत्र अनेकजातीनां वृत्तित्वनिरूपणं तद्विभागं सम्प्रति आह परमपरं चेति द्विविधं सामान्यमिति दर्शितरीत्या सामान्यं सिद्धं तत्र इदमुक्तं भवति. पुस्तके पुस्तकं सामान्यमस्ति सामान्यमस्ति तथैव पुस्तकं वक्ष्यमाणरीत्या पृथिवी, अतः तत्र पृथ्वीत्वं जातिर्वर्तते. पुस्तके पूर्वोत्तररीत्या गुणोऽस्ति इति तद्द्रव्यमपि, अतः तत्र द्रव्यत्वं जातिरपि अस्ति. वयं समानानां धर्मः सामान्यम् इति यद् उक्तवन्तः, तत् सामान्यम् इति ज्ञानं सामान्यम् इति ज्ञानेन एकां जातिं कल्पयितुं शक्नुमः. सामान्यस्य अस्तित्वेन जातिः भवति. अधुना भगिनि अत्र जातिः इत्युक्ते ग्रूप् इति एव किल? सामान्यम् इक्वल् टु जातिः. पुस्तके पुस्तकत्वम् अस्ति, अस्तु, पूर्वोक्तरीत्या गुणे अस्ति, तदर्थं पुस्तकं द्रव्यं यस्मिन् गुणे तद् द्रव्यम् इति वयं जानीमः. तर्हि पुस्तके कश्चन गुणः वर्तते एव पुस्तके, खलु? पुस्तकस्य आकारः वा वर्णः वा किमपि तथा पुस्तके गुणो अस्ति, तर्हि द्रव्यम् इति. तथैव पुस्तकं पृथ्वी अपि, वयं द्रव्यम् इति पङ्क्त्यां पृथ्वी, जलम्, आकाशः इति दृष्टवन्तः खलु, नवविधानि द्रव्याणि. पुस्तके पुस्तकत्वम् अस्ति, तथैव पुस्तकं वक्षमाणरीत्या पृथ्वी अपि. वदतु भगिनि. न कथं पृथ्वी इति वक्तुं शक्नुमः? प्रथमे पुटे एव पश्यति चेत् पृथ्वी इत्यस्मिन् कः गुणः वर्तते? गन्धः. गन्धः तत् पुस्तके अपि स्यात् खलु? तद्वदामः चेत् शैत्यमपि किञ्चित् वक्तुं शक्नुमः. किन्तु न, शैत्यं तु जलस्य एव गुणः, एक्स्क्लूड् अस्तु, सः एव गुणः पुस्तके अस्ति इति वयं वक्तुं न शक्नुमः. इत्युक्ते पुस्तकस्य शैत्यम् उत्पादयितुं पुस्तकस्य शक्तिः अस्ति वा न इति प्रश्नः. तद् नास्ति चेत् पुस्तकं पृथ्वी इत्यस्मिन् अन्तर्भूतः भवति इति चिन्तयामि. अस्तु, गन्धः पुस्तके अस्ति इति न, पृथि हा पृथिव्यां गन्धः अस्ति इति अहं जानामि. किन्तु पृथ्वी तथैव पुस्तकं वक्षमाणरीत्या पृथ्वी, तत् तदर्थं पुस्तकं किञ्चन द्रव्यमस्ति. आम्, किञ्चन द्रव्यमस्ति. द्रव्यपङ्क्त्या पश्यतु, पुस्तकं जलं भवितुम् अर्हति वा, लिक्विड्? न, तथा न. पुस्तकं तेजः भवितुम् अर्हति वा? न, न. वायुः, आकाशः न, कालः न, दिक् न, आत्मा न, मनः न. तर्हि द्रव्यं स्यात्, अपि च द्रव्येषु एतेषु द्रव्येषु कस्मिन् गणे भवितुम् अर्हति? पृथिव्यामेव भवितुम् अर्हति. हा अस्तु, तदर्थं पुस्तके पुस्तक पृथ्वीत्वम् अपि अस्ति इति उक्तमस्ति अत्र. गन्धः अस्ति इति न, किञ्चन कश्चन गन्धः तु भवति एव पृथ्वी इत्युक्ते इति मम अवगमनम्. अस्तु, निर्गन्धः तु न भवति पृथ्वी इत्यस्य तद् एलिमेण्ट् यदस्ति पृथ्वी. निर्गन्धः तु न भवितुम् अर्हति, सुगन्धः भवतु, दुर्गन्धः भवतु, किमपि भवति एव इति मम अवगमनम्. अस्तु, तदर्थं पुस्तके पुस्तकत्वं, पुस्तके पृथ्वीत्वं, पुस्तके द्रव्यत्वमपि. द्रव्यमस्ति पुस्तकं, द्रव्यम् इत्यस्मिन् गणे पृथ्वी अस्ति पुस्तकम्, अपि च पुस्तके पुस्तकत्वम् अस्ति. पुस्तकत्वं गुणः भवति तथा गुणः न भवति, पुस्तकत्वम् इति जातिः. जातिः, अस्तु. गोषु गोत्वं भवति इति वदामश्चेत् गोत्वं जातिः. समानानां धर्मः सामान्यं, सः एव सामान्यं जातिः अपि. केन आगतम् इदानीम्? अहं नीता अस्मि. नमस्कारः, नीता भगिनी वा? आम् आम् आम्, नमस्कारः. अस्तु, स्वागतं भगिनि. वयम् इदानीमेव प्रारम्भं कृतवन्तः, रत्ना भगिनी अपि अस्ति अद्य. ओ अस्तु. तर्हि सामान्यस्य विषये चर्चा प्रचलत् किञ्चित्. समानानां धर्मः सामान्यम् इति चर्चितवन्तौ. अनन्तरं सामान्यम् इति यद्वयं वदामः तदेव शास्त्रे जातिः इति अपि वक्ष्यमाणा अस्ति. सामान्यं जातिः उभयोरपि समानः अर्थः एव शास्त्रे. तर्हि गोषु गोत्वं वर्तते, तत् समानानां धर्मः सामान्यं, सः एव जातिः. पुस्तकं स्वीकुर्मश्चेत् पुस्तके पुस्तकत्वम् अस्ति, तदनन्तरं पुस्तके पृथ्वीत्वम् अस्ति, पुस्तके द्रव्यत्वमपि अस्ति. तर्हि पुस्तके जातित्रयं वर्तते, पुस्तकत्वं पृथ्वीत्वं द्रव्यत्वम् इति. अवगतम्? आं, मया अवगतम्. नीता भगिनी? अस्तु, अवगतम् अवगतम्. अवगतम्? अहं म्यूट् कृतवती अतः. ओ अस्तु, तर्हि ततः अग्रे पठामः. इदानीम् इति अस्ति दशमे पुटे, ततः पठति वा नीता भगिनी? इदानीं नीलवर्णम् उदाहरणं स्वीकुर्मः. तत्र नीलत्वजातिरस्ति. तत्र नीलत्वजातिरस्ति, सः वर्णजातिः अस्ति. नीलत्वजातिः अस्ति, सः वर्णः अतः तत्र वर्णत्वम् अपि वर्तते. परन्तु शब्दे अपि वर्णः इति व्यवहारः वर्तते. अतः वर्णः इत्युक्तौ संशयः भवति. अतः इतः वर्णे रूपम् इति व्यवहरामः. तथा च नीलरूपे रूपत्वम् अपि वर्तते. स च गुण इति कृत्वा तत्र गुणत्वजातिः अपि वर्तते. कर्मस्थले उत्क्षेपणम् उदाह्नीयते. उत्क्षेपणे स्थगयतु भगिनि. नीलवर्णम् उदाहरणं स्वीकुर्मः. नीलवर्णस्य विषये किञ्चित् वदतु, यद् इदानीं पठितं भवत्या. अत्र वर्णः नीलः इत्युक्ते नीलवर्णं, वर्णः इत्युक्ते द्वे द्वौ अर्थौ भवति. एकम् अक्षरम् एकम् अनन्तरं रूपम्. अतः संशयः, शङ्का भवति, किं वयं वर्णः इत्युक्ते रूपम् इति व्यवहरामः. वयं अस्ति, किन्तु इतः परं वयं वर्णः इत्युक्ते रूपम् इति मनसि निधाय अग्रेसरामः इति अस्ति. अस्तु, इदानीं नीलवर्ण उदाहरणे का जातिः अस्ति, काः जातयः सन्ति इति कृपया उच्यताम्. नीलत्वम् अस्ति, रूपत्वम् अस्ति, गुणत्वम् अपि अस्ति. नीलत्वम् इति जातिरस्ति, तदनन्तरं सः वर्णः अत्र, अतः तत्र वर्णत्वमपि वर्तते. अनन्तरं नीलरूपे रूपत्वमपि वर्तते, स च गुणः इति कृत्वा गुणत्वजातिरपि अस्ति. तर्हि नीलवर्णे जातित्रयं, नीलत्वं, रूपत्वं, गुणत्वम्. अग्रे पठतु. कर्मस्थले उत्क्षेपणम् उदाह्नीयते. उत्क्षेपणे उत्क्षेपणत्वं वर्तते. तच्च कर्म इति तत्र कर्मत्वमपि वर्तते. तथा चेत्तं चित्रं भवेत्. चित्रे पश्यतु, दृष्ट्वा वदतु कस्मिन् के काः जातयः सन्ति इति. उत्क्षेपणकर्म, तत्र उत्क्षेपणत्वम् अपि च कर्मत्वमपि अस्ति. द्वे जातयः स्तः. सत्यम्. अनन्तरं नीलरूपम् इत्यस्मिन् कुत्र नीलरूपम् इत्यस्मिन् कोष्टके एव अस्ति भगिनि चित्रे ओके नीलरूपं नीलरूपं द्वे त्रयः जातिः अस्ति नीलत्वं नीलत्वं रूपत्वं गुणत्वं गुणत्वं सन्ति उत्क्षेपणकर्म पुस्तके त्रयः जातयः सन्ति पुस्तकत्वं पृथिवीत्वं द्रव्यत्वं द्रव्यत्वं जातित्रयं जातित्रयः अस्तु तर्हि धर्मः सर्वदा जातिः भवति समानानां धर्मः पुस्तकम् इति स्वीकुर्मश्चेत् त्रीणि पुस्तकानि सन्ति चेत् प्रथमे पुस्तके पुस्तकत्वं द्वितीये पुस्तके पुस्तकत्वं तृतीये पुस्तके अपि पुस्तकत्वं समानानां धर्मः अस्ति समानानां पुस्तकानां धर्मः अस्ति पुस्तकत्वं तदेव सामान्यम् इति अपि उच्यते पुस्तकस्य समानधर्मः पुस्तकानां समानधर्मः सः एव समानधर्मः जातिः इति अपि उच्यते ग्रन्थकारेण प्रश्नः सन्ति वा न मम कोऽपि न तर्हि नीता भगिनी ओ अस्तु अत्र स्वरूपमहोदयेन एकः विषयः उक्तः सर्वे धर्मः तु सर्वदा जातिः भवति सर्वे जातयः धर्माः भवन्ति किन्तु सर्वे धर्माः जातिः नास्ति इति अवगतं वा न किञ्चित् उदाहरणं तत्र अस्माकं वर्गे चर्चितं यत् सर्वे जातयः पुस्तकत्वम् इति जातिः पृथ्वीत्वम् इति जातिः द्रव्यत्वम् इति जातिः धर्मः अस्ति पुस्तकस्य धर्मः सर्वेषां पुस्तके पुस्तकानां समानधर्मः पुस्तकत्वं पृथ्वीत्वं द्रव्यत्वं ते जातयः च किन्तु सर्वाः जातयः धर्माः एव भवन्ति किन्तु सर्वे धर्माः जातयः न भवन्ति इत्युक्ते अस्माभिः उक्तं खलु समानानां धर्मः सामान्यम् इति तत्र सामान्यम् इत्युक्ते जातिः समानानां धर्मः सामान्यम् इत्युक्ते जातिः इदानीम् आकाशं स्वीकुर्मश्चेत् आकाशत्वम् आकाशे एव भवति आकाशद्वयं नास्ति आकाशत्रयं नास्ति खलु एकमेव अस्ति एकः एव आकाशः तर्हि सः एव आकाश तस्यैव आकाशस्य आकाशत्वं तर्हि समानानां धर्मः इति प्रश्नः एव नास्ति तत्र प्रसङ्गः एव नास्ति अवगतम् अवगतम् तर्हि आकाशत्वम् इति धर्मः अस्ति किन्तु जातिः नास्ति जातीकरणार्थं बहूनां सामान्यानाम् आवश्यकता अस्ति आकाशस्य विषये तथा नास्ति इति एव विषयः आसीत् वायुः अपि तथा एव भवति किल आम् अहं चिन्तितवती तथा एव स्यात् इति आकाशस्य उदाहरणं यदा दत्तं तदा प्रायः अस्तु भगिनि अग्रे पठामः वा नीता भगिनी पठति किम् आम् इत्थं दर्शितरीत्या पुस्तके द्रव्ये तिस्रः नीलादौ च तिस्रः जातयः सन्ति तिस्रः जातयः सन्ति कः पठति नीता भगिनी वा रत्ना भगिनी इदानीम् अहं नीता नीता भगिनी रत्ना इति अहं पठामि वा अस्तु पठतु भगिनि रत्ना भगिनी पठतु अस्तु इत्थं दर्शितरीत्या पुस्तके द्रव्ये तिस्रः नीलादौ च तिस्रः जातयः सन्ति अस्तु इत्युक्ते पुस्तके तिस्रः जातयः सन्ति नीलरूपे अपि तिस्रः जातयः सन्ति इति. कर्मणि द्वे जाति भवेताम् सर्वा अस्तु सर्वा अपि इमाः जातयः एकविधदर्शनेन सिद्ध्यन्ति. इदं पुस्तकम् इदमपरं पुस्तकम् इदमपि अपरमिति अनेकानि पुस्तकानि दृष्ट्वा पुस्तकत्वं सिद्ध्यति. एवं गुणत्वादौ ज्ञातव्यं. तत्रापि रूपं गुणः रसः गुणः इत्येव एकाकारप्रतीत्या सर्वेषु गुणत्वसिद्धिः एवं कर्मणि. यदवगतं किञ्चित् वदतु भगिनि. अस्तु पूर्वे उक्तं पुस्तके त्रयः द्रव्याः सन्ति. नीलरूपे त्रयः जातयः किल भगिनी. अत्र नीलादौ चतुस्रः जातयः सन्ति. द्रव्ये तिस्रः जातयः किमर्थम् इति न जानामि. अस्तु तिस्रः जातय अस्तु पुस्तके तिस्रः जातयः नीलादौ तिस्रः जातयः इति वयं पठितवन्तः. अनन्तरं कर्मणि इत्युक्ते उदाहरणार्थम् उत्क्षेपणम् उत्क्षेपणकर्म तत्र द्वे जाति भवेताम् सर्वापि इमाः जातयः एकविधदर्शनेन सिद्ध्यन्ति. एकविधदर्शनेन इत्युक्ते तस्य अनन्तरं यद्वाक्यमस्ति पठति चेत् प्रायः स्पष्टं स्यात्. पुस्तकम् इदम् अपरमपि पुस्तकम् इदमपि पुस्तकमिदमपि अपरम् इति अनेकानि पुस्तकानि दृष्ट्वा पुस्तकत्वं सिद्ध्यति. गोः विषये अपि तथा आसीत् खलु. एकं गां पश्यति अनन्तरम् अन्यं पश्यति दृष्ट्वा उभौ अपि गोः इति वदति सः बालकः. तथा पुस्तकत्वमपि दृष्ट्वा वदामः. एवं गुणत्वादौ ज्ञातव्यं. रूपम् इति गुणः चत्वारिंशत् गुणाः आसन् खलु रसगन्धः इति. आम् रूपरसगन्धस्पर्श. तर्हि तत्रापि गुणः रूपम् इति एकः गुणः रसः इति गुणः इत्येवम् एककारप्रतीत्या सर्वेषु गुणत्वसिद्धिः. इत्युक्ते रूपे गुणत्वमस्ति रसे गुणत्वमस्ति स्पर्शे गुणत्वमस्ति इति गुणत्वसिद्धिः भवति. परन्तु अत्र एकः प्रश्नः अस्ति. परन्तु बेसिकलि बट् जस्ट् वाण्ट् टु क्लारिफै पुस्तके पुस्तकत्वं एकविधगुणः खलु. पृथ्वीत्वं एकविधगुणः. द्रव्यत्वम् अपि एकविधजातिः इति वदतु भगिनि. अस्तु ओके एकविधजातः जातिः नीलत्वं रूपत्वं गुणत्वं प्रथमतया पुस्तकत्वं पुस्तके पुस्तकत्वम् अस्ति. प्रथमतया आरम्भे वयं पुस्तकत्वम् इत्युक्ते गुणः पुस्तके तत् एकविधगुणः अस्ति इति एव वयम् अवगतं. धर्मः अस्ति इदानीमेव वयं धर्मः जातिः इति वयं पठामः. पूर्वे वयं गुणः इति नाम एव वयं कृतवन्तः किल किल यस्मिन् गुणः अस्ति तद् किं पूर्वं वयं पठितवन्तः पूर्वतनेषु वर्गे. द्रव्यं द्रव्यं यस्मिन् गुणः अस्ति तद् द्रव्यं. तर्हि पुस्तकमपि द्रव्यम्. अस्तु पुस्तकमपि द्रव्यं. किमर्थं नीलरूपं मम प्रश्नः किमर्थं पुस्तके द्रव्यत्वम् अस्ति, किमर्थं नीलरूपे गुणत्वम् अस्ति? अत्र अपि गुणत्वम् एव पुस्तकत्वं पुस्तकम् अत्र अपि किमर्थं द्रव्यत्वं गुणत्वम् एव लेखनीयं किल इति मम न इत्युक्ते नीलवर्णं किमर्थं द्रव्यं नास्ति इति वा? आमामाम् और् किमर्थं पुस्तके गुणत्वं नास्ति इन्स्टेड् आफ़् द्रव्यत्वं वै कुड् हव् बीन् आल्सो गुणत्वं रैट् बिकास् देट्स् दे आर् आल् गुणः. पुस्तके गुणः अस्ति तदर्थं द्रव्यं, किन्तु गुणे गुणः अस्ति वा? अष्टमे अष्टमे पृष्ठे पश्यतु, चित्रमस्ति, द्रव्ये गुणः अस्ति. यस्मिन् गुणः अस्ति तद् द्रव्यं, किन्तु गुणं पश्यतु, तस्मिन् गुणः एव अस्ति वा? नास्ति नास्ति नास्ति. आम् तर्हि गुणे गुणत्वम् अस्ति. आम् आम् किन्तु गुणे गुणः नास्ति. अवगतम् अवगतम्. गुणत्वनिर्देशनाय वयं रूप रसगन्धस्पर्श इत्येषाम् आधारेण नीलवर्णत्वं, नीलवर्णे किम् अस्ति, नीलवर्णः इति एकः रूपः अस्ति. आम् तर्हि सः एव सः स्वयमेव एकः गुणः. ओ गुणः. इदानीम् अवगतम्. आम् नीलवर्णे तर्हि नीलत्वम् इति जाति अस्ति, गुणत्वम् अस्ति इत्युक्ते वर्णः इति एकः रूपम् अस्ति तदर्थं सः गुणः अपि गुणत्वम् इति अस्ति. अनन्तरं रूपत्वम् इति अस्ति. अवगतं वा रत्ना भगिनी? किमपि वक्तुमिच्छति वा? न, इदानीम् अहमपि किञ्चित् भ्रमिता अस्मि तत् प्रश्नं श्रुत्वा. आं, प्रश्नः समीचीनः एव, किन्तु मम अवगमनम् एवम् अस्ति, नीलवर्णं स्वयमेव गुणः, तस्मिन् गुणः नास्ति इति मम अवगमनम् किल. किन्तु तस्याः प्रश्नः अपि सम्यक् प्रश्नः अपि अस्ति. नीलरूपं भवत्याः उत्तरं स्पष्टं, परन्तु पुस्तके किमर्थम् अत्र द्रव्यत्वम् अस्ति गुण? ओ अस्तु, पुस्तकं किमर्थं द्रव्यम् इति भवति. आम् आम् आम् आम् आम् आम् वयं गुणत्वमेव. आमां, भवत्याः आगमनात् पूर्वं रत्ना भगिनी अपि तमेव प्रश्नं पृष्टवती. भवती वदति वा रत्ना भगिनी? न भगिनि, भवती एव वदतु. इदानीं किञ्चित् अहं मम भ्रमः अभवत् इदानीम्. अस्तु, तर्हि पुस्तकं तु पुस्तकम् पृथिवी इति, पृथिवी जलम् आकाशः इति सर्वम् अस्ति खलु द्रव्याणि? आम् आम् द्रव्ये. आम् आम् नवविधाः सन्ति. तद् पश्यतु. आम् पुस्तकं कुत्र स्थापयितुं शक्नोति, कस्मिन् गणे पुस्तकं जलं भवितुम् अर्हति, अर्हति वा तेजः? पृथिवी पृथिवी पृथिवी पृथिवी. आम् तर्हि अनन्तरं पृथ्वी इत्यस्मिन् गणे पुस्तकम् अन्तर्गतम् इति चिन्तयतु. पृथिवी पुनः कस्मिन् गणे अस्ति? द्रव्यम् इत्यस्मिन् गणे अस्ति खलु? आम् आम् आम् आम् अतः द्रव्यत्वम्. हा, पुस्तकम् इत्यस्मिन् पुस्तकत्वम् अस्ति. पुस्तकं तु पृथिवी पृथिव्याः गणे भवितुम् अर्हति, तर्हि तस्मिन् पृथिवीत्वम् अस्ति. अस्तु, तद् अपि च पृथिवी द्रव्यम् अस्ति, तदर्थं पुस्तके द्रव्यत्वमपि अस्ति. अस्तु अस्तु, इदानीं स्पष्टम्. अस्तु, इदानीं स्पष्टं वा? किन्तु नीता रत्ना भगिन्याः भ्रमः जाता इति मन्ये. आम् आम् किम् ऐ मीन् तस्याः प्रथमतया प्रश्नः इति आसीत् अहं चिन्तयामि. मम चिन्तनम् एतदासीत्, पुस्तके पुस्तकत्वम् अस्ति, पुस्तकता अपि अस्ति किल? पुस्तकत्वं पुस्तकता समानमेव, त्वा समानं हा भावः. नीलरूपे नीलत्वम् अथवा नीलता, नीलवर्णे नीलता अस्तु, नीलता अस्ति इति. तत् पश्यामः चेत् गुणः एव तद् भावः भवति, गुणः इति न वक्तुं शक्नुमः वा? मम चिन्तनम् एवमस्ति, नीलवर्णात् स्वयमेव एकः गुणः, रूपः इत्यस्मिन् आगन्तुम् अर्हति खलु. अस्तु, अहं लेखनीं दृष्ट्वा वदामि नीलवर्णः इति. नीलवर्णः लेखन्याः गुणः भवति तदा, रूपम् इत्यस्मिन् अन्तर्भूतं भवति वर्णः. तर्हि नीलवर्णः स्वयं द्रव्यं नास्ति, किन्तु अपरस्मिन् द्रव्ये भूत्वा गुणरूपेण कार्यं कर्तुं शक्नोति इति अहं चिन्तयामि. आम् आम् आम् खलु. तर्हि नीलवर्णम् इति रूपम् अस्ति, रूपं गुणे, रूपम् एकविधगुणः अस्ति. तर्हि नीलवर्णम् इति वदामश्चेत् तस्मिन् नीलत्वम् अस्ति, रूपत्वम् अस्ति, रूपम् इति एकः गुणः, तदर्थं तस्मिन् गुणत्वमपि अस्ति. यथा पुस्तकं पुस्तकत्वं पृथिव्याम् अन्तर्भूतः, पृथिवी द्रव्यमपि अस्ति, तदर्थं द्रव्यत्वम् अस्ति, तथा एव नीलत्वम् इति एकं रूपं, रूपं गुणः इत्यस्मिन् अन्तर्भूतं, तदर्थं तस्मिन् गुणत्वम् अस्ति. अस्तु, अस्तु भगिनि. अग्रे नीला अनिता भगिनी पठति वा? सत्ता अतिरिक्ता जातिः. सत्ता अतिरिक्ता जातिः इति निरूपणं, परन्तु एकाकारज्ञानं यथा गवादौ भवति तथा द्रव्यं सत्, गुणः सन्, कर्म सत् इति द्रव्यगुणकर्मणा अपि एकविधं ज्ञानं वर्तते. वदति वा भगिनि किमपि अधुना? अत्र महोदय स्वरूप महोदय उक्तवान् शत्रुप्रत्ययः इति, अहं सम्यक् न. अस्तु, गवादौ गां दृष्ट्वा अथवा पुस्तकं दृष्ट्वा एकविधदर्शनेन एतत् पुस्तकम् अपरमपि पुस्तकम् अन्यदपि पुस्तकम् इति वदामः खलु. गाः विषये गाः अपि तथा एव, एतद् एतद् गोः अन्यत् अपि गोः इति वदामः एककारज्ञानेन, तथा एव एतद् किञ्चित् भ्रमजनात्मकः आसीत् मम कृते अपि, किन्तु इतोपि एकवारं वारं श्रुत्वा अवगतं यत् द्रव्यं सत् इत्युक्ते द्रव्यं विद्यमानम् अस्ति, द्रव्यम् एक्सिस्ट्, गुणः सन्मानम् इत्युक्ते अत्र किं विद्यमानम् इत्युक्ते अस्ति इति, अस्ति वर्तमानमस्ति, वर्तते द्रव्यं, वर्तते गुणः, वर्तते कर्म, वर्तते इति यदि यदा वदामश्चेत् तदा द्रव्ये एक्सिस्टेन्स् अस्ति. गुणः सन् इत्युक्ते सत् इति जानाति खलु, शत्रुशाणच् प्रत्ययाः पठितवन्तः तत्र, अस् इत्यस्य शत्रुरूपं सत्. तर्हि द्रव्यं सत्, गुणः सन् पुल्लिङ्गमस्ति सत् इत्यस्य, कर्म सत् इति यदि वदामश्चेत् तेषाम् एक्सिस्टेन्स् अस्ति इति, ताः पदार्थाः वर्तमानाः सन्ति इति. तर्हि द्रव्यगुणकर्मणामपि एकविधं ज्ञानं वर्तते, यथा गवादौ एककारज्ञानम् आसीत्, पुस्तकेषु एकविधदर्शनम् आसीत्, तथा एव द्रव्यगुणकर्मणि अपि एकविधज्ञानं वर्तते, तदेव सत् इति वदामः। तत् इत्यस्य भावः सत्ता इति। अवगतम्? आम्। सर्वेषु पुस्तकेषु यथा पुस्तकत्वम् अस्ति, द्वित्वम् अस्ति, तथा एतेषां मध्ये द्रव्यगुणकर्मणोः कर्मणां मध्ये एकविधज्ञानम् अस्ति, तत् सत् अथवा सत्ता इति मम अवगमनम्। सुनीता भगिनी अग्रे पठति वा? एवं च शाबलेयः गौः बाहुलेयः गौः इति एकविधज्ञानेन यथा सर्वेषु गोषु गोत्वं सिद्ध्यति तथा द्रव्यं सत् गुणः सन् कर्म सत् इति एकविधज्ञानेन द्रव्यगुणकर्मसु अतिरिक्तं सामान्यं जातिः सिद्ध्यति। सतः भावः धर्मः सत्ता अतिरिक्ता जातिः। किम् अवगतं गोः इत्यस्य उदाहरणेन इति वदतु किञ्चित्। अत्र शाबलेयः बाहुलेयः इत्युक्ते गवाम् एकविधः तावदेव, शाबलेयः इत्युक्ते गोषु भवति खलु स्पाटेड् किञ्चित्। शाबलेयः गौः बाहुलेयः गौः वेरैटि टु कैण्ड्स् आफ़्। आम् आम्। ओके। एवं च शाबलेयः गौः बाहुलेयः गौः इति एकविधज्ञानेन यथा सर्वेषु गोषु गोत्वं सिद्ध्यति। शाबलेयः गोः बाहुलेयः गोः तयोः गोः तयोः मध्ये भेदः अस्ति एव। आम् आम्। किन्तु गोषु सर्वेषु गोषु गोत्वम् अस्ति इति कारणेन गोत्वम् इति जातिः सिद्ध्यति। अहं शाबलेयः गोः दृष्ट्वा एतद् गोः नास्ति इति न वदामि। सामान्यमस्ति गोः सामान्यमस्ति अतः जातिः। गोत्वं सिद्ध्यति तथा एव द्रव्यं सत् गुणः सन् कर्म सत् इति एकविधज्ञानेन द्रव्यगुणकर्मसु अतिरिक्तं सामान्यम्। एते सामान्यानां धर्मः जातिः इति वयं दृष्टवन्तः पूर्वं। किन्तु एते सामान्यानि तु नास्ति द्रव्यगुणगुणकर्मसु, तदर्थम् अतिरिक्तं सामान्यम् एका जातिः सिद्ध्यति, सः एव जातिः तत्ता। अतिरिक्तम् इत्युक्ते भगिनि? अतिरिक्तम् इत्युक्ते समथिङ्ग् दट् इस् सर्पास्ड् इति चिन्तयामि, अथवा एक्स्क्लूसिव् इति तथा। ओके अस्तु। मम चिन्तनम् एवम् अस्ति, यदि स्वरूप् महोदयः अपि पृष्टव्यः, द्रव्यगुणः कर्म प्रथमं तु सामान्यानां धर्मः सामान्यम् इति पूर्वस्मिन् पुटे अपि वयं दृष्टवन्तः खलु। अत्र सर्वेषु पुस्तकेषु पुस्तकत्वं वर्तते, पुस्तकानि सामान्यानि एव। अहं दशपुस्तकं नयामि चेत् दशपुस्तकानि अपि सामान्यानि, तेषां सामान्यानां समानः धर्मः पुस्तकत्वम्। किन्तु अत्र द्रव्यगुणकर्म सामान्यानि नास्ति, समानता इति किमपि नास्ति खलु। किन्तु एतेषामपि अतिरिक्तं सामान्यं वर्तते, तत् इति तत्ता इति सा एव अतिरिक्ता जातिः अतिरिक्तं सामान्यं जातिः इत्युक्ते ऐ ट्रै टु एक्स्प्रेस् इन् इङ्ग्लिश् जस्ट् टु मेक् शूर् इफ् द अण्डर्स्टाण्डिङ्ग् इस् करेक्ट् सो द्रव्यं गुणः कर्म इन् आल् आफ् दीस् त्री देर् इस् अ स्पेशल् कामन् कामन् थिङ्ग्स् विच् इस् काल्ड् एस् आल्सो जातिः इस् इट् लैक् देट् नो विच् इस् आल्सो काल्ड् एस् सत्ता सत्ता ओके अण्ड् सत्ता इन् इट् सेल्फ़् इस् अनदर् जातिः जस्ट् लैक् पुस्तकत्वं वस जातिः पृथ्वीत्वं वस जातिः अमाङ्ग् द्रव्य गुण कर्म देर् इस् अनदर् जातिः काल्ड् सत्ता सत्ता ओ सो यु नेम् हियर् अनदर् टैप् आफ् जातिः काल्ड् सत्ता सत्यं ततः भावः सत्ता अतिरिक्ता जातिः तर्हि द्रव्ये सत्ता अस्ति गुणे सत्ता अस्ति कर्मणि सत्ता अस्ति ओ लैक् हौ द्रव्यत्वं गुणत्वं हियर् इन् द्रव्ये सत्ता इत्युक्ते भावः सत् द्रव्यं सत् इत्यस्य भावः भावः सत्ता अवगतं वा अथवा प्रश्नाः सन्ति वा आं भगिनी इत्युक्ते द्रव्ये अस्तित्वम् अस्ति तद् अस्तित्वं वयं सत्ता इति वदामः अधुना द्रव्यम् अस्ति इति वदामश्चेत् अस्ति इत्यस्य भावः द्रव्यं सत् द्रव्ये सत्ता अस्ति तद् विद्यमानता अथवा द्रव्यं विद्यते एक्सिस्ट् इति वदामश्चेत् तद् विद्यमानता एव सत्ता आम् तथा एव गुणे अपि भवत्याः प्रश्नः एव आसीत् खलु किमर्थम् आम् किमर्थम् अन्येषु नास्ति इति आम् इदानीम् अहम् ईमेल् न पठितवती पूर्णतया आम् तस्य उत्तरमपि दत्तमस्ति महोदयेन आम् तदहं न पठितवती इदानीम् आम् अत्र अतिरिक्ता किमर्थं भवति द्रव्ये सत्ता अस्ति सम्यक् ओ तदेव उक्तवान् किल अति एतस्मिन् एतेषाम् एव किमर्थं सत्ता अस्ति इति तदर्थम् अतिरिक्तम् इति वदामः किल अतिरिक्तं किमर्थम् अस्ति चेत् तदपि पृच्छामः द्रव्यगुणः कर्मः च तान् वयं समानानि इति वक्तुं न शक्नुमः खलु आम् इत्युक्ते पुस्तकानि दृष्ट्वा सर्वेषु पुस्तकेषु पुस्तकत्वम् अस्ति इति वदामः पुस्तकानि तु समानानि एव किन्तु द्रव्यं गुणः अथवा कर्म भिन्नभिन्न केटगरीस् मध्ये भवन्ति ते समानानि न सन्ति तदर्थम् अतिरिक्तं सामान्यम् इति उक्तम् अस्ति इति चिन्तयामि अहम् अस्तु किन्तु अहमपि पृच्छामि प्रायः अग्रिमे सप्ताहे पृच्छामः अस्तु तर्हि सत्ता इति एका जातिः निर्मिता अस्ति अधुना या द्रव्ये गुणे कर्मणि वर्तते इतः अग्रे सरामः वा अस्तु कः पठति का पठति रत्ना भगिन्याः क्रमः इति चिन्तयामि अस्तु सत्तायाः परत्ववर्णनं तथा च किमर्थं परत्ववर्णनं वयं आदौ एव दृष्टवन्तः परमपरम् इति द्विविधं सामान्यम् इति खलु आम् तदर्थम् इदानीं सत्ता परमस्ति, पराजातिः अस्ति, किमर्थं तथा इत्यस्य दृष्टान्तः अग्रे. अस्तु, तथा च पूर्वस्मिन् चित्रे द्रव्ये गुणे कर्मणि च एका जातिः वर्धनीया. तथा च पूर्वस्मिन् चित्रे द्रव्ये गुणे कर्मणि एका जातिः वर्धनीया, तत् सत्ता अस्ति. स एव परा जातिः, परं सामान्यम्. परम् इत्यस्य यस्य अधिकरणानि सर्वेभ्यः सामान्येभ्यः अधिकानि, सः अर्थः. द्रव्यस्य सर्वेषु द्रव्येषु वर्तते द्रव्यत्वं सर्वेषु द्रव्येषु वर्तते, परन्तु गुणे नास्ति, तत्र सत्ता वर्तते. गुणत्वं सर्वेषु गुणेषु वर्तते, परन्तु द्रव्ये नास्ति, तत्रापि सत्ता वर्तते. एवं कर्मत्वस्यापि, एवं कर्मत्वस्यापि. अस्तु, इदानीं स्थगयतु. किम् अवगतवन्तः इति परिशीलयामः. नूतना जातिसिद्धा आसीत् सत्ता इति, खलु? आम् आम्, सा एव परा जातिः. किमर्थं सा परा जातिः इति अग्रे वाक्यत्रये लिखितमस्ति. वाक्यशः गच्छतु भगिनि. परम् इत्यस्य यस्य, ततः आरभ्य. परम् इत्यस्य यस्य अधिकरणानि सर्वेभ्यः समानेभ्यः अधिकानि, सः अर्थः. अवगतम्. सामान्येभ्यः, सर्वेभ्यः सामान्य. अहं पदशः अर्थं न जानामि, किन्तु एतस्य सारांशः जानाति, सारांशः जानामि. वदतु तर्हि. सारांशः किमस्ति चेत्, द्रव्ये द्रव्यत्वम् अस्ति, गुणे गुणत्वम् अस्ति, कर्मणि कर्मत्वम् अस्ति, कर्मणि एव कर्मत्वम् अस्ति, गुणे एव गुणत्वम् अस्ति, द्रव्ये एव द्रव्यत्वम् अस्ति, किन्तु सत्ता द्रव्ये गुणे कर्मणि च अस्ति. अतः तस्य त्रयः, तिस्रः वा, अधिकरणानि सन्ति. त्रीणि अधिकरणानि सन्ति. किन्तु अन्येषाम् एकमेव अधिकरणम् अस्ति. सत्यं. इत्युक्ते सत्ता इति बहुषु वर्तते. सर्वाणि द्रव्याणि स्वीकरोतु, तत्र सत्ता वर्तते. सर्वे गुणाः भवन्ति चेत् तत्रापि सत्ता वर्तते. कर्मसु अपि सर्वे कर्माणामपि सत्ता वर्तते, सर्वेषां कर्माणां. तर्हि सत्ता इत्यस्य अधिकरणानि अधिकानि. अधिकरणम् इत्युक्ते अधिकरणम् आधेयः पठितवन्तः खलु? यज्ञदत्तः आसन्दम् इति अधिकरणं यज्ञदत्त. तर्हि सत्तायाः अधिकरणानि अधिकानि. सर्वेभ्यः सामान्येभ्यः अधिकानि इति उक्तवन्तः. सर्वेभ्यः सामान्येभ्यः इत्युक्ते पुस्तकम् इति स्वीकुर्मः, सर्वाणि पुस्तकानि सामान्यानि किल. एकं पुस्तकम्, अपरं पुस्तकं, तृतीयं पुस्तकम् इति पश्यामः चेत् ते सर्वे सामान्यानि. तेषु सर्वेषु सत्ता वर्तते. पुस्तकत्वम् अस्ति, सत्ता अपि अस्ति. इदानीं गुणः इति, रूपम् इति गुणं स्वीकुर्मः, अथवा गन्धः इति गुणं स्वीकुर्मः. तेषु सर्वेषु ते सर्वे सामान्यानि. तेषु सर्वेषु गुणत्वं वर्तते, किन्तु सत्ता अपि वर्तते. तर्हि पुस्तकविषये वयं पश्यामश्चेत् सर्वेभ्यः सामान्येभ्यः इत्युक्ते सर्वेभ्यः पुस्तकेभ्यः अधिकानि अधिकरणानि सत्तायाः. आम्, सर्वेभ्यः गुणेभ्यः अपि अधिकानि अधिकरणानि सत्तायाः पुनः तथा. अवगतं वा? मया अवगतम्. नीता भगिनी, स्पष्टं? नीता भगिनी, न न न न नीता भगिनी अस्ति वा? न अस्मि. हलो, हलो, हलो, अस्मि अहम्. आम् आम्, अवगतं. किम किल सम्यक् नास्ति? न, इदानीं द्रव्यम् इति पश्यतु. अस्तु, बहूनि द्रव्याणि सन्ति. आम्, तेषु सर्वेषु द्रव्यत्वम् अस्ति. सर्वेषु द्रव्येषु द्रव्यत्वं, सर्वेषु द्रव्येषु सत्ता अपि अस्ति. खलु, द्रव्ये सत्ता अस्ति इति एकवचने. बहुवचने सर्वेषु द्रव्येषु सत्ता भवति एव. अनन्तरं गुणं पश्यतु. सर्वेषु गुणेषु गुणत्वम् अस्ति. सर्वेषु गुणेषु सत्ता अपि अस्ति. अस्ति, आम्, अवगतम्. सर्वेषु गुणेषु द्रव्यत्वम् अस्ति वा? नास्ति. नास्ति, द्रव्येषु गुणत्वं नास्ति, गुणेषु द्रव्यत्वं नास्ति. आम्, किन्तु उभयत्र सत्ता अस्ति. अवगतम्. द्रव्येषु अस्ति, गुणेषु अस्ति, तर्हि सत्तायाः अधिकरणानि अधिकानि. द्रव्यस्य अपेक्षा, द्रव्यत्वम् इत्यस्य अपेक्षया सत्तायाः अधिकरणानि अधिकानि. किमर्थं? गुणस्य विषये अपि तथा. गुणत्वम् इत्यस्य अपेक्षया सत्तायाः अधिकरणानि अधिकानि. अधिकम्, आम्, अवगतम्, अवगतम्. तर्हि सत्ता, तदर्थं सत्ता पराजातिः इति तस्य परिभाषा तथा. इदानीम् अवगतम्. अस्तु, अग्रे पठतु भगिनि. एवम्, एवं कर्मत्वस्य अपि तथा च जगति शतद्रव्याणि, सहस्रगुणाः, पञ्चशत कर्माणि चेत् तद् वदामः चेत् सत्ता द्विसहस्र एकसहस्रषड्शतं सत्ता. क्षम्यताम्, एकसहस्रषड्शतं सत्ता भवति. इत्युक्ते सत्तायाः अधिकरणानि तावन्ति सन्ति खलु. किन्तु द्रव्यत्वम् इत्यस्य अधिकरणानि पश्यतु शतमेव. किमर्थं? शतद्रव्याणि सन्ति, तदर्थं तस्य शत अधिकरणानि. गुणत्वस्य अधिकरणानि एकसहस्रमेव. किमर्थं? सहस्रगुणाः सन्ति इति उपरितन उदाहरणे. कर्मत्वस्य अधिकरणानि पञ्चाशत् एव. किमर्थं? पञ्चाशत् कर्माणि सन्ति. किन्तु एतेषु सर्वेषु सत्ता वर्तते, तर्हि सत्तायाः अधिकरणानि षड्शतम् अधिक एकसहस्रम्. सत्ता हेस् दट् मेनि अधिकरणानि, वेरस् द्रव्यत्वं हेस् ओन्लि 100, गुणत्वं हेस् ओन्लि 1000, कर्मत्वं हेस् ओन्लि 500 इति अर्थः. तदर्थं सत्ता पराजातिः. अवगतं वा? आम्, अवगतम्. अस्तु, नीता भगिनी अग्रे पठति किम्? तथा च सत्तायाः अधिकरणानि सर्वसामान्येभ्यः अधिकानि इति सा परा. अमङ्ग् आल् द्रव्यत्वं, गुणत्वं, कर्मत्वं सत्तायाः अधिकरणानि अधिकम्, अतः सा परा. सा परा, तावदेव. अग्रे पठतु भगिनि इदानीं द्रव्यत्वं द्रव्यत्वमादीनां द्रव्यत्वादीनां परापरत्वसाधनं परापरत्वसाधनम् एवम् इदानीं परा इत्युक्ते किम् इति दृष्टवन्तः वयं पराजातिः तर्हि अपराजातिः इत्युक्ते का इति अग्रे अग्रे विवरणमस्ति परम् अपरम् अनयोः बे एवमेव व्यस्तक्रमेण न्यूनाधिकरणचिन्तायां द्रव्यत्वस्य सत्तापेक्षया न्यूनाधिकरणानि पृथ्वीत्वापेक्षया अधिकानि पठतु अग्रे पठतु भगिनि पृथिव्यामेव द्रव्यत्वं तु जलादावपि अस्ति अतः द्रव्यत्वं सत्तापेक्षया अपरं न्यूनेषु वर्तते पृथ्वीत्वापेक्षया परम् अधिकेषु वर्तते एवं स्थगयतु स्थगयतु इदानीं किम् अवगतम् इति वदतु वाक्यशः पठित्वा गच्छतु एवमेव व्यस्तक्रमेण न्यूनाधिकरणचिन्तायां द्रव्यत्वस्य सत्तापेक्षया द्रव्ये द्रव्यत्वम् अस्ति तदपेक्षया अस्तु इदानीं द्रव्यत्वस्य न्यूनाधिकरणानि खलु कस्य अपेक्षया द्रव्यत्वस्य न्यूनाधिकरणानि सत्तापेक्षया सत्तापेक्षया सत्यम् इदानीम् अवगतं तदर्थं द्रव्यत्वम् अपरं जातिः अपरम् इति सामान्यं सत्ता परम् इति सामान्यं परम् अथवा द्रव्यत्वम् अपरा जातिः सत्ता परा जातिः न्यूनाधिकरणानि चेत् अपरम् अधिकानि अधिकरणानि भवति चेत् परम् परम् पृथिवीत्वापेक्षया अधिकानि इदानीं पृथिवीत्वं द्रव्यत्वम् अनयोः मध्ये तुलना अस्ति प्रथमं तु वयं द्रव्यं सत्ता अनयोः मध्ये तुलनां कृतवन्तः द्रव्यत्वम् अपि च सत्ता क्षम्यतां तदा द्रव्यत्वस्य न्यूनाधिकरणानि इति दृष्टवन्तः सत्तायाः अधिकानि अधिकरणानि अनयोः तुलनायां सत्ता परा जातिः द्रव्यत्वम् अपरा जातिः इति ज्ञातम् इदानीं पृथिवी द्रव्यत्वम् अनयोः तुलना अस्ति द्रव्यत्वं परं पृथ्वीत्वम् अपरं सत्यं पृथिवीत्वापेक्षया अधिकानि द्रव्यत्वस्य अधिकरणानि खलु तदर्थं अनयोः द्रव्यत्वं पृथ्वीत्वम् अनयोः मध्ये द्रव्यत्वं परं सामान्यम् अथवा पराजातिः पृथ्वीत्वम् अपरं सामान्यम् अथवा अपराजातिः पृथ्वीत्वं पृथिव्यामेव द्रव्यत्वं जलादावपि अस्ति अवगतं वा न अवगतं पृथ्वीत्वं पृथिव्यामेव द्रव्यत्वं तु जलादौ अपि अस्ति जलादावपि अस्ति पृथ्वी इति एकं द्रव्यं जलम् इति एकं द्रव्यम् आम् आम् उभयोः द्रव्यत्वम् अस्ति किन्तु पृथ्वीत्वं पृथिव्यामेव अस्ति. पृथ्वीत्वम् इत्यस्य अधिकरणानि सीमितानि. पृथ्वीत्वं केवलं पृथिव्याम् अस्ति, किन्तु द्रव्यत्वं पृथ्व्याम् अस्ति. द्रव्यत्वं जले अस्ति, द्रव्यत्वम् आकाशे अस्ति. नवविधः द्रव्यत्वं परम् अन्य नवविधाः द्रव्ये अपरम्. हाम्, अन्यं पृथ्वीत्वम् अथवा आकाशत्वं जलत्वं तत्सर्वम् अपरं भवति. अपरं द्रव्यत्वस्य अपेक्षया. अतः द्रव्यत्वं सत्तापेक्षया अपरम्. आम्, अवगतं. द्रव्यत्वम् अपेक्षया सत्ता परं न्यूनेषु वर्तते. पृथिवीत्वं क्षम्यताम्, अत्र द्रव्यत्वं पृथ्वीत्वं पृथ्व्याम् एव अस्ति इति अहं जानामि. द्रव्यत्वं तु जलादावपि अस्ति. जला प्लस् आदि जलादि, तस्य सप्तमी जलादौ, जलादौ अपि. आम्, तदहम् अवगच्छामि. किन्तु द्रव्यत्वम् इति ऐ थिङ्क् ऐम् गोयिङ्ग् बेक् टु बेस् एण्ड् गेटिङ्ग् कन्फ्यूस्ड् हियर्. किम् इत्युक्ते पृथ्वी एकं द्रव्यं, जलम् एकं द्रव्यं, किन्तु पृथ्वी पुस्तकम् इति दृष्टवन्तः. पुस्तकम् आम् इत्यनेन पुस्तकत्वं सिद्ध्यति. एतत् पुस्तकं, पुस्तके पुस्तकत्वम् अस्ति खलु. पुस्तकं पृथ्वी अपि अस्ति, तदर्थं पुस्तके पृथ्वीत्वम् अस्ति. किन्तु पृथ्वी स्वयमेव एकविधद्रव्यम्. आम्, पृथिव्यां द्रव्यत्वं स्यात्, तर्हि पुस्तके अपि द्रव्यत्वम् अस्ति किल. पूर्वतने पुटे एव वयं पठितुम् पृथिव्यां पृथ्वीत्वं आम् लैक् द नेम् आफ् द द्रव्यत्वम् इन् पृथ्वी इस् पृथ्वीत्वं. पृथ्वीत्वं सो द्रव्यत्वम् इस् नाट् डिफ्रेण्ट् फ्रम् पृथ्वीत्वं. द नेम् आफ् द द्रव्यत्वम् इन् पृथ्वी इस् पृथ्वीत्वं. जातिः, जात्याः नाम पृथ्वीत्वं. पृथिव्यां कश्चन जातिः वर्तते. आम्, सर्वेषु पृथ्वीषु काचन जातिः वर्तते, सा जातिः पृथ्वीत्वम् अस्तु. किन्तु सर्वेषु द्रव्येषु द्रव्यत्वम् इति जातिः वर्तते. यतोहि पृथ्वी द्रव्यमपि अस्ति, तदर्थं पृथिव्यां द्रव्यत्वमपि अस्ति. अस्तु, अवगतं वा भगिनि? भवत्याः प्रश्नः कः न अवगतं मया. मम चिन्तनम् आसीत् द्रव्यत्वं पृथ्वीत्वम् इति किमर्थं जातिद्वयम् इति. न न न, ते जातिद्वयम् इति मम चिन्तनं न अस्ति. किमर्थम् इत्युक्ते उदाहरणार्थं नीलवर्णः अस्ति, रक्तवर्णः अस्ति. अत्र नीलवर्णत्वम् इत्युक्ते नीलवर्णे नीलत्वम् किल. वर्णत्वं भिन्नः, नीलवर्णत्वं भिन्नः इति वक्तुं न शक्नुमः किल. वर्णत्वं भिन्नः, नीलवर्णत्वं भिन्नः इति अस्तु. इदानीं रक्त रक्तवर्णः नीलवर्णः वर्णद्वयं स्वीकरोतु. रक्तवर्णे रक्तत्वम् अस्ति, नीलवर्णे नीलत्वम् अस्ति, किन्तु उभयोः वर्णत्वम् अपि अस्ति. वर्णम् इति एकं रूपं, वर्णः इति रूपं, रूपम् इति ज्ञातवन्तः. तर्हि रक्तवर्णे नीलवर्णे च सामान्यम् एकम् एका सामान्यम् एकम् अस्ति, तदस्ति रूपत्वम्. तद् अतिरिच्य एक्स्क्लूसिव्लि अस्ति नीलत्वं रक्तत्वम् इति, तद्भिन्नं. किन्तु रूपत्वम् इति एकं सामान्यम् अस्ति, अथवा रूपत्वम् इति एका जातिः अस्ति, रक्तवर्णे अपि अस्ति नीलवर्णे अपि अस्ति. खलु तथा द्रव्यत्वम् इति जातिः पृथिव्याम् अस्ति, द्रव्यत्वम् इति जातिः जले अपि अस्ति. किमर्थम्? पृथ्वी अपि द्रव्यमस्ति, जलमपि द्रव्यमस्ति, आकाशः अपि द्रव्यम्. तदर्थम् एतेषु सर्वेषु द्रव्यत्वं तु अस्ति एव, किन्तु पृथिव्याम् इति एकः लक्षणः केवलं पृथिवीत्वम् इति एकः लक्षणः केवलं पृथिव्याम् एव अस्ति. अस्तु, तदर्थम् अत्र उक्तम् एवं पृथिवीत्वं द्रव्यत्वपेक्षया न्यूनवर्ति. न्यूनवर्ति इत्युक्ते न्यूनेषु वर्तते. तर्हि वयं पृथिवीत्वं द्रव्यत्वम् अनयोः मध्ये तुलनां कुर्मश्चेत् पृथिवीत्वम् अपरं सामान्यं, द्रव्यत्वं परं सामान्यं भवति. अथवा पृथिवीत्वम् अपरा जातिः, द्रव्यत्वं पराजातिः भवति. स्पष्टं वा भगिनि? प्रश्नः सन्ति वा? मम कोऽपि प्रश्नः अस्ति. नीता भगिनि, प्रश्नाः सन्ति वा? तर्हि अग्रे पठामः. किं रत्ना भगिनी पठतु. अस्तु, इदानीं कस्य अपेक्षया कस्य अधिकारणानि न्यूनानि इति विचिन्त्य एव अपरं परं सिध्यति, खलु? द्रव्यसत्ता अनयोः मध्ये द्रव्यं तु अपरमासीत्, किन्तु पृथिवीत्वं द्रव्यम् अनयोः मध्ये द्रव्यमेव परमस्ति. तर्हि रिलेटिव् अस्ति किञ्चित्. अस्तु, कस्य केन सह तुलना भवति इति दृष्ट्वा परमपरम् इति निर्णेतुं शक्नुमः. घटत्वात् अपेक्षया, ततः पठति वा? घटत्वात् अपेक्षया अस्तु, एवं पृथ्वीत्वं द्रव्यत्वापेक्षया न्यूनवर्ति, घटत्वापेक्षया अधिकवृत्ति. वृत्ति इति लिखितं वर्ति. अस्तु, घटत्वं पटे नास्ति, तत्र पटत्वं वर्तते. पटत्वं घटे नास्ति, तत्र घटत्वं वर्तते. परन्तु घटे पटे च पृथिवीत्वं वर्तते, अतः पृथिवीत्वं सत्ताद्रव्यत्वाभ्यां न्यूनवृत्ति. अपरं घटत्वपटत्वादिभिः पटद्वादिभ्यः अधिकवृत्ति परम्. अस्तु, वाक्यशः गच्छामः. प्रथमं वाक्यं किम् आसीत्? एवं पृथिवीत्वं द्रव्यत्वापेक्षया न्यूनवर्ति. अवगतम्. आम्, द्रव्यस्य अपेक्षया, द्रव्यत्वस्य अपेक्षया पृथिवीत्वं न्यूनवर्ति. पृथिवीत्वम् इत्यस्य अधिकरणानि न्यूनानि. किन्तु घटत्वापेक्षया अधिकवृत्ति. घटः घटे घटत्वम् अस्ति खलु? आम्। घटे पृथ्वीत्वम् अपि अस्ति किल? आम्। किन्तु पुस्तकस्य उदाहरणे पुस्तके पुस्तकत्वम् अस्ति, पुस्तके पृथ्वीत्वम् अस्ति। अधुना पश्यतु, पृथ्वीत्वं स्थलद्वये वर्तते, घटे वर्तते, पुस्तके वर्तते। किन्तु घटत्वं घटे एव वर्तते, पुस्तकत्वं पुस्तके एव वर्तते। तदर्थं पृथ्वीत्वं घटत्वात् अपेक्षया अधिकवृत्ति। इदानीं घटत्व इत्यस्य इत्यनेन सह तुलनां कुर्मश्चेत् तदा पृथिवीत्वम् इत्यस्य अधिकानि अधिकरणानि अभवन् खलु? आम्। घटत्वं पृथिवीत्वम् अनयोः मध्ये किं परं किम् अपरम् इदानीं? पृथ्वीत्वं परं घटत्वम् अपरं। घटत्वम् अपरम्, अस्तु। अग्रे पठतु भगिनि। घटत्वं पटे नास्ति, तत्र पटत्वं वर्तते। पटः इत्युक्ते वस्त्रं, वस्त्रम्। अस्तु अस्तु। घटत्वं पटे नास्ति, तत्र पटत्वं वर्तते। पटत्वं घटे नास्ति, तत्र घटत्वं वर्तते। परन्तु घटे पटे च पृथ्वीत्वं वर्तते। अतः पृथ्वीत्वं सत्ताद्रव्यत्वाभ्यां न्यूनवृत्ति। न्यूनवृत्ति सत्ता द्रव्य इत्यस्य अपेक्षया न्यूनवृत्ति एव पृथ्वीत्वम्। न्यूनवृत्ति भवति चेत् अपरं। किन्तु अग्रे पठतु। घटत्व पटत्वदिभिः दिभ्यः अधिकवृत्ति परम्। परम् अस्तु। केन सह तुलनां कुर्मः इति दृष्ट्वा परं भवति वा अपरं भवति वा? यथा अहं पुस्तकस्य विषये उक्तवती, घटपुस्तक अनयोः उदाहरणं स्वीकृत्य, तथा एव घटपटे घटे पटे च पृथ्वीत्वम् अस्ति। तर्हि घटपटत्वादिभ्यः अधिकवृत्ति एव पृथ्वीत्वम्। किन्तु सत्ताविषये अथवा द्रव्यविषये वदामश्चेत् सत्तायाः अधिकरणानि इतोपि अधिकानि, द्रव्यत्वस्य अधिकरणानि इतोपि अधिकानि, तदा पृथ्वीत्वम् अपरं भवति। घटपटित्व पटित्वादिभ्यां सह तुलना भवति चेत् तदा तस्य अधिकरणानि अधिकानि भवति, तदा परं, नो चेत् अपरम् इति एव सारांशः। संशयः, घटपटत्वादिभ्यः अधिकवृत्तिः परं लास्ट् टैम् अकियर्? हा, तत्र प्रश्नः कः भगिनि? अत्र पृथिवीत्वम् अपेक्षया घटपटत्वम् अपरम् इति वदति। सत्यम्। अस्तु अस्तु, तावदेव। पृथ्वीत्वम् इत्यस्य अपेक्षया घटत्वं परं, पटत्वमपि अपरं, पटत्वमपि अपरं, तावदेव। अस्तु भगिनि, अग्रे पठतु नीता भगिनि। घटत्वादिजाति अपेक्षया न्यूनवृत्तिः जातिर्नास्ति, जातिः नास्ति इति घटत्वम् अपरजातिः इति उच्यते। सारांशरूपेण एव अस्ति एतद् वाक्यम्। अस्तु, किम् अवगतम् इति? घटत्वादिजात्यपेक्षया न्यूनवृत्तिः जाति नास्ति इति घटत्वम् अपरजातिः। एतेषु एतेषु वस्तुषु यदि वयं पश्यामश्चेत्, द्रव्यत्वं, सत्ता, पृथिवीत्वं, घटत्वं, पटत्वं सर्वान् पश्यामश्चेत् घटत्व घटत्वस्य एव न्यूनानि अधिकरणानि किल अन्येषाम् अपेक्षया घटत्वस्य एव न्यूनानि अधिकरणानि तर्हि घटत्वं न्यूनवृत्तिः न्यूनवृत्तिः जातिः अस्ति तस्य अपेक्षया अन्य कोऽपि न्यूनवृत्तिः जातिः नास्ति तदर्थं घटत्वम् अपरा जातिः इति उच्यते अनन्तरं सर्वम् एतत् बुद्धौ निधाय मूले उक्तं परम् अपरं च इति द्विविधं सामान्यम् अवगतं न न अवगतम् अवगतं वा मया अवगतं सर्वमेतद् अवदतु भगिनि सर्वम् एतत् बुद्धौ निधाय मूले उक्तं परम् अपरं च इति द्विविधं सामान्यम् इत्युक्ते एतस्य खण्डस्य आदौ एव उक्तम् आसीत् सामान्यम् इत्यस्य चर्चायाः आरम्भे एव उक्तं परमपरं चेति द्विविधं सामान्यं किमर्थम् उक्तम् एतान् एतत् सर्वं मनसि निधाय एव उक्तम् अग्रे परं सत्ता अपरं परत्वादि पृथ्वीत्वादि परापरम् इति तदर्थः अवगतम् परं तु सत्ता अस्तु सत्ता तु बहुषु वर्तते तर्हि सत्ता तु परमेव अपरं पटत्वादि इत्युक्ते घटत्वादि अपि घटस्य घटत्वस्य अपेक्षया न्यूनवृत्तिजातिः नास्ति तर्हि पटत्वं घटत्वम् अपरं सत्तायाः अपेक्षया अधिकवृत्तिः जास्ति नास्ति तर्हि सत्ता परं किन्तु मध्ये किमपि अस्ति अस्तु न्यूनवृत्ति अधिकवृत्ति अनयोः मध्ये पृथ्वीत्वम् इति अस्ति सत्तायाः अपेक्षया पृथ्वीत्वं तु अपरम् अपरम् आम् पृथ्वीत्वम् अपेक्षया घटत्वं पटत्वम् अपि अपरम् आम् तर्हि पृथ्वीत्वं कस्मिंश्चित् प्रसङ्गे पराजातिः भवति कस्मिंश्चित् प्रसङ्गे अपराजातिः भवति तदर्थं पृथ्वीत्वादिः परापरम् इति तदर्थः तदर्थं परमपरं चेति द्विविधं सामान्यम् इति उक्तं पूर्वमेव अवगतं वा अवगतम् आम् महोदय अत्र स्थगितवान् इति चिन्तयामि चिन्तित शनिवासरस्य वर्गे खलु अहं किञ्चित् अग्रे लिखितवती किन्तु कत्र कुत्र वयं अत्र ध्वनिमुद्रणे तु अत्र स्थगितवान् इति भाति अस्तु अस्तु भगिनि तर्हि सामान्यम् इत्यस्य चर्चा अत्र समाप्ता अग्रे प्रायः विशेषः इत्यस्य तदग्रिमसप्ताहे कुर्मः इति मन्ये प्रश्नाः सन्ति वा इदानीं न अस्तु तर्हि विरमाम अस्तु भगिनि बहु धन्यवादः शुभरात्रिः धन्यवादः शुभरात्रिः